क्व भविष्यन्ति संतस्ते कथं दास्यन्ति साधनम् मयात्र किं प्रकर्तव्यं यदुक्तं व्योम भाषया संतः वक्ष्यन्ति इति उक्तम् ते संतः क्व भविष्यन्ति कुत्र भविष्यन्ति कथं दास्यन्ति साधनम् अस्य साधनं ते संतश्च कथं दास्यन्ति अस्य उपायं कथं ते कथं दास्यन्ति मया अत्र किं प्रकर्तव्यम् अधुना मया किं कर्तव्यमस्ति व्योमभाषया यदुक्तम् आकाशवाण्या यदुक्तं तत्र मया किं कर्तव्यमस्ति इति अजानन् नारदः विस्मितः आसीत्।